पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 92 पृथुरुवाच महाफलं त्वया प्रोक्तं मुने कार्तिकमाखयोः तयो स्नानविधिं सम्यग् नियमानपि नारद उद्यापनविधिं चैवं यथा वद्वक्तुमर्हसि नारद उवाच त्वं विष्णोरंशसंजातो नाज्ञातं विद्यते तव तथापि वदद सम्यं महात्म्यं शृणुवेन च आश्विनस्य तु मासस्य या शुक्लैकादशी भवेद् कार्तिकव्रतनियमं तस्यां कुर्याददन्द्रितः रात्र्यां तुर्यां च शेषायां मुदो तिष्ठत्सदा व्रती नैरृत्यां सम्व्रजेद्वासात् बहिः सोदकभाजनः दिवा सन्ध्या सुकर्णस्थ ब्रह्मसूत्र उदङ्मुखः अन्तर्धाय तृणं भूमौ शिरः प्रावृत्य वाससा वक्त्रं नियम्य यत्नेन ष्ठीवनश्वासवर्जितः कुर्यान्मूत्रपुरीशे च रात्रौ चेत् दक्षिणामुखः गृहीत शिश्नश्चोद्धाय गृहीत्वा शुचिमृत्तिकां गन्धलेपक्षयकरं शौचं कुर्याददन्द्रितः एकालिङ्गे गुदे पञ्च तथा वामकरे दश उभयोः सप्त दातव्यास्तथा तिस्रस्तु पादयोः ये द्वित्रिगुणं प्रोक्तं ब्रह्मचारी वनस्थयोः यदेश्चतुर्गुणं रात्रौ तदर्थं शौचमाचरेद तदर्थमपि मार्गस्थः स्त्रीशूद्राणां तदर्थकं शौचकर्म विहीनस्य सकला निष्फला क्रियाः मुखशुद्धिविहीनस्य नो मन्त्रा फलदा स्मृताः दन्तजिह्वा विशुद्धिं च तथ कुर्यात् प्रयत्नदः आयुर्बलं यशो वर्चः प्रजा पशुवसूनि च ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पदे इति मन्त्रं समुच्चार्य द्वादशाङ्गुलकं सदा समिधाक्षीरवृक्षास्य क्षया को पोषणं विना प्रदीपदर्शनवमी षष्ठीश्चार्कदिनं विना चन्द्र सूर्योपराके च न कुर्याद्दन्तधावनम् कण्टकीवृक्षकार्पास निर्गुण्डी ब्रह्मवृक्षजं बिल्वैरण्डविगन्धाढ्यं वर्जयेद्दन्तधावनं ततो विष्णोः शिवस्यापि गृहं गच्छेत् प्रसन्नधीः गन्धपुष्पसुदाम्बूलान् गृहीत्वा भक्तितत्परः तत्र देवस्य पाद्यार्कात्युपचारान् पृथक् पृथक् कृत्वा स्तुत्वा पुनर्नत्वा कुर्याद्गीतादिमङ्गलम् तालवेणुमृदङ्गादिध्वनियुक्तान् स नृत्तकान् पुष्पैर्गन्धैः सदाम्बूलैर्गायनानपि चार्चयेद् देवालये गानपरायदस्ते विष्णुमूर्तयः तपांसि यज्ञदानानि कृतानि च जगद्गुरोः तुष्टिदानि कलौ नित्यं भक्र्या देवस्य सत्पदेः क्व त्वं वससि देवेश मया पृष्टस्तु पार्थिव विष्णुरेवं तदा प्राह मद्भक्तिपरितोषितः नाहं वसामि वैकुण्ठे योगिनां हृदयेन च मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारद सत्पुराणकथां श्रुत्वा मद्भक्तानां च गायनं नेच्छन्ति ये नरा मूढा मद्वेष्यास्ते भवन्ति हि तेषां पूजादिकं गन्धपुष्पादिक्रयदे नरैः तेन प्रीतिं तधायामि न तथा मत्प्रपूजनाद शिरीषोन्मत्तगिरिजा मल्लिका शाल्मली भवैः अर्कजैकर्णिकारैश्च विष्णोर्नार्च्यस्तथाक्षदैः जपाकुन्दशिरीषैश्च युधिका मालदी भवैः केदकीभवपुष्पैश्च नैवार्च्य शङ्करस्तथा गणेशं तुलसीपत्रैर्दुर्गां नैव च दूर्वया मुनिपुष्पैस्तथा सूर्यं लक्ष्मीकामो न चार्चयेद सुगन्धीनि प्रशस्तानि पूजायां सर्वदैवतु एवं पूजाविधिं कृत्वा देवदेवं क्षमापयेद मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर यत्पूजितं मया देव परिपूर्णं तदस्तु मे तदः प्रदक्षिणं कृत्वा दण्डवत् प्रणिपत्य च पुनः क्षमापयेद्देवं गायनाद्यं क्षमापयेद् विष्णो शिवस्यापि च पूजनादिकं कुर्वन्ति सम्यग् निशि कार्तिकेये निर्धूतपापाः सह पूर्वजैस्ते प्रयान्ति विष्णोर्भवनं मनुष्याः इति श्री पद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे नियमवर्णनं नाम द्विनवतितमोऽध्यायः ॐ